नमस्कारः. अस्माकं पाठः आर्धधातुकप्रकरणे लृङ्प्रकारः इति. गतपाठे तस्य आरम्भः जातः. एकं सूत्रद्वयं दृष्टं खलु, हेतु हेतुमतो लिङ् लिङ् निमित्ते लिङ् लृङ् क्रियाधिपत्तौ, लृङ् क्रियाधिपत्तौ इति सूत्रद्वयम् अस्माभिः दृष्टम्. हेतु हेतुमतोर्लिङ् 3, 3, 1, 5, 6 इत्यत्र तु हेतु हेतुमान् इति अनयोः उपस्थितौ कार्यकारण उपस्थितौ अर्थात् हेतु कार्यकारणभावे सति धातुतः विकल्पेन लिङ् भवति इति उक्तम्. सो हेतुः इति कारणं, हेतुमत् इति फलम् इति दृष्टम्. सो तत्र हेतु हेतुभूते हेतुमति च अर्थे वर्तमानात् धातोः लिङ् प्रत्ययः विकल्पेन भवति वा भवति इति भविष्यत्काले भविष्यत्कालार्थे इति उक्तमासीत्. तदेव अस्माकं सर्वलकाराणाम् अपवादः इति काशिकायाम् उक्तमासीत्. पक्षे लृङ् अपि विकल्पेन लृट् लकारः अपि भवति. सो पक्षे लृङ् विकल्पेन लृट् लकारः. तत्रैव उदाहरणमासीत्, दक्षिणेन चेत् यायात् न शकटं पर्याभवेत्, यदि कमलकम् आह्वयेत् न शकटं पर्याभवेत् इति उदाहरण द्वयमासीत्. दक्षिणेन यानं तत् हेतुः, अपर्याभवनम् इति हेतुमत् इति अस्माकं कार्यम्. विभाषा च अयम् इष्यते, भविष्यति च काले इति. तत्र भविष्यत्काले अर्थे अपि भवति अथवा लृङ् लकारः इत्यपि भवति. टु टर्न् अप् सैड् डौन् तदेव दृष्टं खलु. अनन्तरं तत्र लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति. तत्र लृङ् लकारविधायकसूत्रं, साक्षात् लृङ् लकारविधायकसूत्रं. गतसूत्रं तु हेतु हेतुमतोर्लिङ् इति सूत्रे आम् तत्र विकल्पेन लिङ् भवति इति उक्तम्. अत्र तु लृङ् लिङ् निमित्ते लृङ् भवति. लिङ् लिङ्गः निमित्तं यः हेतु हेतुमद्भावः तस्मिन् प्रसङ्गे भविष्यत्कालार्थे क्रियातिपत्तौ धातोः लृङ् लकारः भवति. असिद्धत्वं, क्रियायाः असिद्धत्वम् इति एव क्रियातिपत्तिः इति. तत्र तत्र समान उदाहरणमेव, दक्षिणेन चेत् अयास्यत् न शकटं पर्याभविष्यत्, यदि कमलकम् आह्वास्यत् न शकटं पर्याभविष्यत् इति उदाहरणम्. अबोक्ष्यत लृङ् प्रयोगः, अबोक्ष्यत भवान् घृतेन यदि समीपम् अगमिष्यत् इति तत्र उदाहरणं. यदि क्रियातिपत्तेः तत्र क्रियातिपत्तेः अस्माकं विवक्षा अस्ति इति खलु, तदा एव राम सत्यम्. भवान् घृतेन अबोक्ष्यत् यदि मत्समीपम् अगमिष्यत् तत्र तदेव खलु. तत्र अस्माकं विवक्षा तादृशम् अस्ति चेदेव अथवा न भवति. सो तदेव अन्यानि उदाहरणानि अपि दत्तमासीत्. सुवृष्टिः चेद् अभविष्यत् तथा सुभिक्षम् अभविष्यत् तत्र तदेव अस्माभिः पठितं गतपाठे. इदानीं तत्र परन्तु भविष्यत्काले घटना अधुनापि न जाता इत्यस्मात् एव पठनीयं खलु. तत्र भूते च न पठितं, तस्मात् आरम्भं कुर्मः परन्तु इति. महोदय परन्तु इदानीं तत्र लिङ् निमित्ते लिङ् क्रियातिपत्तौ इति भविष्यत्काले इति अस्ति. भविष्यत्काले इति अस्माभिः दृष्टं, भविष्यत्काले क्रियातिपत्ति कथं भवति इति. परन्तु भविष्यत्काले घटना अधुनापि न जाता, अतः वस्तुतस्तु न ज्ञायते यत् क्रियातिपति भविष्यति अथवा न भविष्यति. अग्रिमे मासे बालकः पठिष्यति न वा इति न जानीमः, अतः तदाधारेण कथं वा वदेम यत् यदि अपठिष्यत् तर्हि परीक्षायाम् उत्तीर्णः भविष्यत् इति. तत्र भविष्यत्काले क्रियातिपति कथं वा ज्ञातुं कथं वा वक्तुं शक्नुमः इति अस्ति. कथं वा अधिपतिः इदानीमेव वक्तुं शक्नुमः एतावता न जानीमः किं भविष्यति इति. भविष्यत्काले घटना घटनापि न जाति इति कृत्वा न ज्ञायते यत् क्रियातिपत्ति भविष्यति वा न वा. तर्हि तस्यां दशायां कथं वा भविष्यत्काले लिङ्लकारः स्यात्? अत्र वार्ता अस्ति यत् वक्तुः मतमस्ति, वक्तुः अपेक्षा अस्ति, वक्तुः कल्पना अस्ति. अस्तु, वक्तुः विवक्षा, वक्तुः मतमस्ति, एतद् क्रियाधिपतिः भवेत् एव इति तादृशमतमस्ति, अपेक्षा अस्ति, कल्पना अस्ति. आगम्यमानायाः घटनायाः सम्बन्धे वक्ता किं चिन्तयति तदाधारेण वक्तुं शक्नोति. पिता चिन्तयति यत् तस्य पुत्रः अग्रिमे मासे न पठिष्यति, अतः सः वदति मम पुत्रः अग्रिमे मासे यदि अपठिष्यत् तर्हि परीक्षायाम् उत्तीर्णः अभविष्यत्, किन्तु सः न पठिष्यति इति मम भाति, अतः परीक्षायाम् उत्तीर्णः न भविष्यति इति. पेसिमिस्टिक् इति तत्र किञ्चित् तद् लिङ्ग तद् लिङ्ग इति तत्र वयम् अर्थ पठितं खलु तत्र न्यासे किमपि अस्माकं तत् चिह्नं भवेत् तत् तादृशं भवति इति, नाट् गोयिङ्ग् टु हेपन् इति, तत्र नेगेटिव् इति, तत्र तादृश व्यवहारे अपि अस्ति खलु, तादृश भवति खलु, कदापि न पठति इति कथं वा पठति, अहं जानामि परीक्षा उत्तीर्णः न भवति एव इति सर्वदा तादृश पितरौ तु सर्वदा तादृशमेव वदन्ति खलु. सर्वत्र तादृशमेव महोदय, भवानेव इति न, सर्वदा तदेव न पठति न पठति इत्येव वयं वदामः. क्रियातिपत्तौ इति सूत्रस्य पृष्ठतः अयमेव तर्कः, वक्तुः विवक्षा भविष्यतः प्रसङ्गे यथा चिन्तयति वक्ता तथा वक्तुं शक्नोति, नाम क्रियायाः अधिपतिः भविष्यति इति एतावता न निश्चितः, तथापि वक्तुः मनसि तादृशभावः वर्तते अतः स एतादृशं वक्तुं शक्नोति. अत्र दत्तमस्ति तत्र तत् कथं वा भविष्यत्काले क्रियाधिपतिः इति वयं ज्ञातुं शक्नुमः इति, तत्र अत्र अस्ति विवक्षातः, तत्र वक्तुः आशय एवमस्ति तत् क्रियाधिपत्तिः भवेत्, क्रियायाः तत्र निष्पत्तिः न भवति इति तस्य मनसि तादृशधारणम् अस्ति, तद् आधारीकृत्य सः वदति इति. तस्मिन् समये तत्र क्रिया भविष्यत्काले क्रियाधिपत्तिः तत्र भविष्यत्काले अपि यत् क्रियाधिपत्तिं स्वीकृत्य तत्र लिङ्लकारस्य प्रयोगः भवितुम् अर्हति इति. सम्यक्, तदेव आम् महोदय, भवानेव. अपि च भविष्यतः प्रसङ्गे यदा कस्यचित् मनसि तादृशभावः वर्तते तदा लृङ्लकारस्य एव उपयोगः उचितः, अत्र अन्यलकारस्य व्यवहारः न सम्भवति. अस्तु, लृङ्लकारः अन्य यदा क्रियाधिपत्तिः अस्ति तत्र अन्य लिङ्ग अथवा भविष्यत् लिट्लकारस्य न भवति. लृङ्लकारस्य अत्र नियमः नित्य लिङ्गकारस्य अत्र नित्यः, यदि वक्तुं मनसि अस्ति तादृश क्रियाधिपतिः भविष्यत्काले, स भविष्यत्काले लृङ्ग नित्यः, कोऽपि अन्य न वक्तुं तत्र लिङ्ग अथवा लृट् इति न वक् तस्य प्रयोगः न, लृङ्ग लिङ्ग इत्यस्य प्रयोगः न भवति. कुत्र यत्र अत्र तत्र अंशद्वयमस्ति, भविष्यत्काले कालार्थः अस्ति प्रथमः अस्ति, द्वितीयत् लिङ्गनिमित्तं या हेतुमद्भावः सा अस्ति, अथवा लिङ्गकारस्य अन्यनिमित्तानि तेषु अन्यतमं क्रियाधिपत्तिः अस्ति, तर्हि नाम क्रियाधिपत्ये अपेक्षा वर्तते, तद् लिङ्गकारात् नित्यः. अत्र भविष्यत्काले लिङ्गकारः कथं कदा प्रयोग तस्य प्रयोगः भवति इति, लिङ्गकारस्य भविष्यत्काले लिङ्गनिमित्तं भवेत्, तद् यस्य यत्र लिङ्गकारस्य प्रयोगः अस्ति तत्र एव लिङ्गकारः भवति. लिङ्गनिमित्तं लिङ्गः इत्युक्ते हेतुत्वद्भावः अस्ति, अथवा लिङ्गकारस्य अन्यानि निमित्तानि तेषु अन्यतमम् अस्ति, इत्युक्ते लिङ्गकारः यत्र यत्र प्रसक्तिः अस्ति तत्र एव क्रियाधिपत्तौ तत्र लिङ्गकारः भवति इति, तादृश अपेक्षा भवेत् तल्लिङ्गकारः भवति इति. अत्र नित्यः अस्ति, भविष्यत्काले नित्यः लिङ्गकारः क्रियाधिपत्तौ लिङ्गनिमित्ते इत्युक्ते हेतुहेतुभावे सति क्रियातिपत्तौ क्रियातिपत्तेः विवक्षा अस्ति अस्ति चेत् लिङ्गकारः एव नित्यः इति अस्ति. सत्यं, क्रियातिपत्तिः एव तत्र मुख्यः विषयः. मुख्यविषयः लिङ्गकारः भवेत्, आदौ लिङ्गकारस्य तत्र निमित्तं भवेत् इत्युक्ते हेतुहेतुभावः भवेत् तदा एव. अपि च द्वितीया अस्ति क्रियातिपत्तिः भविष्यत्काले, तत्र नित्यं भवति. सामान्यलिङ्गलकार लिङ्गलकारः भविष्यत्काले एव अस्ति खलु. सत्यं, परन्तु तत्र प्रयोगः क्रियातिपत्ति अस्ति चेत् तत्र प्रयोगः न भवति, लिङ्गलकारस्य एव प्रयोगः भवति इति अत्र वदति. लिङ्गनिमित्ते लिङ्ग् क्रियातिपत्यो नित्यः. एतद् भविष्यत्कालस्य विषये, भविष्यत्काले भूतकाले अग्रिमं भूतकालविषये. अत्र तु लृङ्लकारः नित्यः, भविष्यत्कालार्थः भवेत्, लिङ्निमित्तं हेतुहेतुमद्भावः भवेत्, क्रियातिपत्तिः अस्ति चेत् लृङ्लकारः नित्यः इति तत्र प्रथमविषयः समाप्तः. विवक्षा क्रियातिपत्तेः अस्ति चेत् तत्र लृङ् नित्यः इति समाप्तः. इदानीं भूतकालस्य विषये वदति भगिनी अरुणा भगिनी. नमस्ते भगिनि. आं भगिनि, अधुना भूतकाले भूतकाले व्यवस्था भिन्ना. भूतकाले यत्र सामान्यतया अस्माकं लुङ्लकारव्यवहारः भवति तत्र वस्तुतः तु कुत्रचित् लुङ् लकारः वैकल्पिकः, कुत्रचित् च नित्यः. यत्र वैकल्पिकः पक्षे किं भवति, विदलिङ्ग् सम्भवति, अपि च अन्ये लकाराः बहुत्र सम्भावः सन्ति. अधुना सूत्रम् अनुसृत्य दर्शयामः यत् भूतकालार्थे कुत्र लुङ् लकारः वैकल्पिकः, कुत्र च नित्यः, अपि च यत्र वैकल्पिकः तत्र के लकाराः सम्भवाः सन्ति इत्यपि इतपि सूत्रम् अनुसृत्य दर्शयामः. अत्र भूत अधुना भूत पदं वयं पूर्वं भविष्यत्काले लृङ्लकारविधायक निमित्तानि पठितवन्तः. अधुना भूतकाले व्यवस्था भिन्नाः. भूतकाले सामान्यतः लृङ्लकारव्यवहारः भवति, परन्तु वैकल्पिकमपि अस्ति, नित्यमस्ति वैकल्पिकमपि अस्ति. अत्र वयं पठामः केन किमर्थम् अत्र नित्यं भवति, कुत्र वैकल्पिकं भवति इति वयं पठामः. सो यत्र वैकल्पिकः अस्ति तत्र अन्यस्मिन् पक्षे विधिलिङ्ग् भवति, लृङ्लकारः अथवा विधिलिङ्ग् वैकल्पिकपक्षे. नित्यः तु केवलं लृङ्लकारः, तद् स्मर्तव्यम्. एतत्तु भूतकालार्थे, भूतकालार्थे भवेत् खलु विधिलिङ्ग् भवेत्. अस्तु भगिनि, भूते च तृतीयाध्याये तृतीयपादे चत्वारिंशत् अधिकशतः लिङ्निमित्तं यः हेतुभावः तस्मिन् प्रसङ्गे भूतकालार्थे क्रियातिपत्तौ धातुः लृङ् भवति. अधिकारसूत्रम् इदं लिङ् लिङ्निमित्ते लुङ् लृङ् क्रियातिपत्त प्रत्ताभिति सर्वम् अनुवर्तते. पूर्वेण भविष्यति विहितः सम्प्रति भूते विधीयते. भूते च काले लिङ्गिनिमित्ते क्रियातिपत्तौ सत्यां ऋङ् प्रत्ययौ भवति. उदाप्योः समर्थयोर्लिङ् इति तृतीय अध्याये तृतीयपादे इत्यारभ्य लिङ्निमित्तेषु विधानमेतत् प्राक् ततः विकल्पः पच्यति इति काशिकायां निदर्शनं दृष्टः मया. भवत्पुत्रः अनन्यार्थी क्रम्यमाणः सङ्क्रमणमायः अपरश्च द्विजौ ब्राह्मणार्थी यदि स तेन दृष्टौ अभिविष्यत् तदा अबोच्यत् न तु भुक्तवान् अन्येन यथा तथा स गतः चङ्गक्रयं क्रम्यमाणः इत्यनेन भ्रमणं करोति स्म. अबोच्यता इति बुद्धिदातो रुदादिगणय उभयपदि लटि भुङ्क्ते आनेत् इति जानीमः. अतः रुटि बोच्यते. निदर्शने कार्यकारणभावः वर्तते. क्रियाधिपत्तिः विद्यते भूतकालार्थे अस्ति. अतः लुङ् विधीयते. भूते सत्यमन्तं च अव्ययं द्विपदविदं सूत्रं लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं लिङ्निमित्ते भूते च धातोः लृङ् प्रत्ययः परश्च क्रियातिपत्तौ. ओके, भूते च सूत्रं वदति लिङ्निमित्तं यः हेतुमद्भावः अस्ति चेत् भूतकालार्थे क्रियातिपत्तौ धातुतः लृङ् भवति इति इयम् अधिकारसूत्रः. लिङ्निमित्ते क्रिया लङ् लृङ् क्रियातिपत्तौ इति सर्वम् अनुवर्तते. पूर्वं वयं भविष्यत्काले किं भवति इति पठितवन्तः. अधुना भूतकाले चर्चितं. भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यं लुङ्स् प्रत्ययः भवति. अत्र अन्यसूत्रमस्ति उताप्यो समर्थयोर्लिङ् इति आरभ्य लिङ्निमित्तेषु विधान. ओके, लिङ्निमित्तसूत्राणि उताप्यौ समर्थयोर्लिङ् इति सूत्रात् आरभ्य भवति. काशिकायमपि एक उदाहरणं दत्तं. दृष्टो मया भवत्पुत्रः अन्नार्थी चङ्क्रमणमानः अपरश्च द्विजौ ब्राह्मणार्थी यदि तेन दृष्टः अभविष्यत् तदा अभोच्यत. अत्र तु उदाहरणमस्ति एक भवान् मया दृष्टं भवतः पुत्रः अन्नार्थं वने चक्रमयमाणः अन्यः द्विजः ब्राह्मणार्थि तदे तेन दृष्ट अभिवेश्यत् यदि सः एकः वदति अन्यस्मिन् कृते वदति पितरं वदति सो पितरं वदति भवतः पुत्रः मया दृष्टः अहं दृष्टवान् भवतः पुत्रं सः किम् अन्नार्थं भोजनार्थं चङ्क्रम्य भ्रमणं करोति भोजनं मिलति वा इति सः भोजनार्थम् अटनं करोति इति मया दृष्टं सः एव अन्यद्विजब्राह्मणम् अपि दृष्टवान् ब्राह्मणार्थी ब्राह्मणः कोऽपि भवति वा अहं तस्य कृते भोजनं ददामि इति इच्छुकः द्विजः अपि सः एव दृष्टवान् परन्तु पुत्रः तु तद् ब्राह्मणं न दृष्टवान् अतः भोजनं न प्राप्तम् यदि सः दृष्टः अभविष्यत् तदा सः अभोक्ष्यत. हि वुड् हाव् हीटन् न भुक्तवान् किमर्थं सः अन्येन मार्गेण गतवान् they didn't meet each other so tatra chatvarah four characters oh that three characters ओके यदि तेन दृष्टः प्रथम द फादर् द सन् अण्ड् द सम्बडी हू इस् टाकिङ्ग् ओ या द फोर्थ् क्यारेक्टर् ओके दृष्टः मया भवत्पुत्रः अन्नार्थी चङ्क्रम्यमाणः ओके अपरः द्विजो ब्राह्मणार्थी अस्तु यदि सः तेन दृष्टः अभविष्यत् दट् सः रेफर्स् द द्विजः यः ब्राह्मणः खलु आम् यदि सः तेन दृष्टः अभविष्यत् सः इस् द पुत्रः देन् वैद्यपुत्र दृष्टः अभविष्यत् चेत् तदा अबोक्ष्यत् तदा अभवत् पुत्र उडव् न तु उक्तवान् अन्येन यदा अन्येन पता सः गतः बिकास् द बाय् पुत्रः चङ्क्रम्यमाणः इत्यनेन भ्रमणं करोति स्म ओके चङ्क्रम्यमाणः सं शानच् प्रत्यय प्रायः कर्मणि खलु मया क्रमति चङ्क्रम्य बट् चङ्ग् अस्ति चेत् देन् देर् इस् आल्सो द the one who is like chankramya manaha the cha vitvam iva drushyate kalu na na tat chankramya tirutra praya ida tat dvitvam kena dvitvam karmani kalu karmani but that's why I was thinking maybe it's na na tatra ki etat krama dhatu asti apadeshika asti adidesha dhatu iti chintayami अतिदेशधातु क्रम् खलु कुः चुः भवति अतिदेश भवति प्रायः एतत् शङ्क्रम्यमाण इति यङ्ग् यङ्ग् लुक कुहोश्चुः तदस्ति दृश्यते खलु कृदन्तः इति पश्यामः सङ्क्रम्यमाणः इत्यनेन भ्रमणं करोति ओके दट् इस् ओके सो द यदि सः तेन दृष्टः अभविष्यत् वैद्यपुत्र ओके बट् सः जनरली रेफ् शुड् हाव् बीन् देन् वैद् ओके अपरः द्विजः ब्राह्मणार्थी सो द Vijay wanted to give food to some Brahman. Yeah, he was looking for a Brahman for giving offering. And this fellow was looking for food. No, I understood the main thing, Mahadeya. I understood that statement. But the Saha generally refers to the one who was just referred to, right? So, the Dvijaha, Aparaha Dvijaha Brahmanarthi. So, the person with the main thing is the Bhavat Putraha. शङ्क्रम्य इति आतिदेशिकधातुः अस्ति शङ्क्रम्य इति सो तस्य कृदन्तरूपं शङ्क्रम्यमाणः शाणच् रूपं यङ्ग् आतिदेशिकधातु शङ्क्रम्य यङ्ग् लुक् तदेव मया खलु कर्मणि अस्ति कर्मणि प्रयोगः कर्मणि प्रयोगे यक् इति भवति खलु प्रायः यङ्ग् लुक् यक् इति भवति प्रायः खलु क्रम्य इत्येव दत्तं सङ्क्रम्य सङ्क्रम्य खलु सङ्क्रम्यमाण यङ्ग् कर्मणि प्रयोगे यङ्ग् लुक् कर्मणि स धातुः चङ्क्रम्य इति तत्र आदिदेशिकधातुः चङ्क्रम्य यदा रूपं साधयामः यकारलोपः भवति इदानीम् अस्माकं तु यङ्ग् लुक् कृदन्त अहं पुत्रं दृष्टवान् इति न भवति खलु दृष्टः मया खलु चङ्क्रम्यमाण भवत्पुत्र इति कर्म खलु कर्मपदमस्ति अत्र कर्मणि अस्ति यक् सत्यं कर्मणि एव अस्ति, परन्तु तत्र आतिदेशिकधातुः चङ्क्रम्य इति. आमां तदेव अस्ति. So in the younger look, Karmani, we would have done that. That Yakara okay. will come back again, Kalu, okay. Tatra. I will look for Atra, that one. Arthu Bhagini. Atra, the Yangi iti agachati. Young look, Kridanta Rupam. We did that. Young look, Karmani, I think we did that. Atra na agachati. स्वीकुर्मः चेत् चङ्क्रम्यमाण इति रूपं साधु एव. यदा वि वाण्ट् डैरेक्ट् कर्तरि चङ्क्रम्यमाण इति साधु एव, परन्तु अत्र तु कर्मणि खलु. कर्मणि एव पुनः भवेत् तत्र यङ्गस्य कर्मणि तदेव भवेत्. So, okay, in the Karapatra, Lung Lakaraha Karmani Bhavecha or Karmani Bhavecha, we would have done? We didn't do, I think, Lung. Oh, Lung Lakara Karmani Bhave. Did we do? Parantu, yeta tu mana iti shanach kalu. Nana, shanach kalu. Yeta, Lung Lakara, shanach eva. Nana, yeah, shanach bagini. But then just the Chankramya, how did they get that? Not the yes, mana. ओ यु वाण्ट् ओन्लि चङ्क्रम्य, तद् अहं वदामि. दत् ऐ केन् टेल् यु चङ्क्रम्य इति कथं रूपम् इति वा. अस्तु, चङ्क्रम्य इत्यत्र क्रम योगः य भावकर्मणोः क्रमक्रमसंज्ञोः क्रमहलादिशेषः च क्रम कुहोष्टुः अनन्तरं मुगतो अनुनासिकान्तस्य इत्यनेन तत्र एकः नुक् इति आगमः, तदेव अस्माकं अनुस्वारः भवति. सार्वधातुके यक् यस्य हलः अतो लोपः चङ्क्रम्यते इति रूपं इति भवति. भावकर्मणोः इति स्वीकृतवती तत्र. कुहोश्चुः एव भगिनि, अन्यत् किमपि नुगतो अनुनासिकान्तस्य नुक् इति आगमः भवति. आम् 7485 नुगतो अनुनासिकान्तस्य तो सार्वधातुके यक् इति यक् प्रत्ययः आगच्छति. चङ्क्रम्यते, इदानीम् अस्माकं तु चङ्क्रम्य इति आगतम्, अनन्तरं मान योजयामः तावदेव. संज्ञोः हलादिशेषः कुहोश्चुः नुगतो अनुनासिकान्तस्य. चङ्क्रम्यते, चङ्क्रम्यमाणः. सो इति उक्तवान् बुद्धित्वा तु रुदादिकण्यः, तत्सर्वं सम्यक् एव खलु. क्रियातिपत्तिः भवेत्, तदेव मुख्यविषयः. भूतकालः भवतु वा भविष्यत्कालः भवतु वा, क्रियातिपत्तिः भवेत्. भविष्यत्काले वयं दृष्टवन्तः यत्र तत्र निमित्तत्रयमपि पूरितं चेत् लृङ्लकारः नित्यः इति, परन्तु अत्र तु कुत्रचित् नित्यः कुत्रचित् वैकल्पिकः भवति इति. भूते भूतव्यवहारे तादृशं, यत्र वैकल्पिकः तत्र विधिलिङ्ग् सम्भवति, तदपि स्मर्तव्यम्. अत्र विवक्षायाः प्रश्नः एव अस्ति खलु, वयं जानीमः इदानीं क्रियातिपत्तिः अभवत् इति. आम् आम्, तत् जातं खलु विषय सम्भवः अथवा विषयः जातः, सः तत्र वक्तुं शक्यते. आम् सत्यम्. आम् उषा भगिनि, भूते च इति सूत्रस्य. अस्तु, भूते च इति सूत्रस्य प्रवर्तनं कुत्र कुत्र इति चेत्, इतः आरभ्य उताप्योः समर्थयोः लिङ्ग् इत्यस्मात् पूर्वं यावत् येषु सूत्रेषु लिङ्गः निमित्तं भवति तत्र सर्वत्र विकल्पेन, नाम विकल्पेन भूते च इत्यनेन लिङ्गः विधानं सो 33140 to 33152 अपि च उतापयोः समर्थयोः लिङ्ग् इत्यारभ्य अग्रे गत्वा यत्र यत्र लिङ्गः निमित्तं भवति तत्र सर्वत्र भूते च इत्यनेन लिङ्गः विधानं नित्यम् तदर्थं भूते च इत्यस्य काशिकावृत्तौ दत्तम् अस्ति यत् उतापयोः समर्थयोः लिङ्ग् इत्यारभ्य लिङ् निमित्तेषु विधानम् एतत् प्राक् ततो विकल्पं वक्ष्यति इति अपि च उदाप्योः समर्थयोः लिङ् इत्यस्य काशिकावृत्तौ दत्तम् अस्ति यत् ओतापयोः इति विकल्पः निवृत्तः इतः प्रभृति भूतेपि लिङ्निमित्ते क्रियाधिपत्तौ नित्यं लृङ् ओके भविष्यति तु सर्वत्र एव नित्यः आहत्य भूते च इत्यस्य प्रवर्तनं विकल्पेन उतापयोः समर्थयोः लिङ् इत्यस्मात् पूर्वं यावत् अपि च नित्यम् उतापयोः समर्थयोः लिङ् इत्यस्मात् आरभ्य इदमपि बोध्यं यत् सर्वत्र सर्वेषु प्रसङ्गेषु भविष्यत् विवक्षायां लिङ्गः विधानं तु नित्यमेव ओके सो भविष्यत् विवक्षायां लिङ्गः विधानं नित्यमेव परन्तु भूते भूतकाले लिङ्गः इति उतापयोः समर्थयोः लिङ् इत्यस्मात् पूर्वं यावत् सूत्राणि सन्ति तैः यदुच्यते भूते च इति सूत्रस्य प्रवर्तनं कुत्र इति चेत् भूते च इति सूत्रस्य प्रवर्तनं कुत्र इति चेत् उतापयोः समर्थयोः लिङ् इत्यस्मात् पूर्वं यावत् एषु सूत्रेषु लिङ्निमित्तं भवति तत्र सर्वत्र विकल्पेन सर्वत्र विकल्पेन भूते च इत्यनेन लृङ्गः विधानं लृङ्ग् एव भविष्यति लृङ्गेः लृङ्ग् प्रयोगमेव कुर्मः इति ओके अपि च उतापयोः समर्थयोः लिङ् इत्यारभ्य अग्रे गत्वा यत्र यत्र लिङ् निमित्तं भवति तत्र सर्वत्र भूते च इत्यनेन लृङ्गः विधानं भूते च इत्यनेन लृङ्ग् विधानमेव अस्तु तदर्थं भूते च इत्यस्य काशिकावृत्तौ अस्ति उतापयोः समर्थयोः इत्यारभ्य लिङ् निमित्तेषु विधानम् एतत् प्राक् ततो विकल्पं वक्ष्यति इति द बिगिनिङ्ग् जस्ट् विकल्प 140 33140 आरभ्य 33151 पर्यन्तं तत्र विकल्पेन विकल्पेन भूते च इत्यनेन लृङ् विधानं सो 152 इति उतापयोः समर्थयोर् लिङ् इति आरभ्य भूते सर्वत्र भूते च इत्यनेन एव लृङ् विधानं नित्यम् उतापयोः अनन्तरम् आरभ्य सो 152 आरभ्य सर्वत्र यत्र यत्र लिङ् निमित्तम् अस्ति तत्र तत्र भूते च इत्यनेन लृङ् विधानं नित्यं भवति भविष्यति नित्य भूतकाले कुत्रचित् विकल्पम् अनन्तरं कुत्रचित् अत्र उत्थाप्यो अनन्तरं नित्यं तत् पूर्वं विकल्पः भूतकाले पूर्वं विकल्पः पूर्वविकल्पः अनन्तरं नित्यम् अनन्तरं नित्यम् 151 पर्यन्तं विकल्पः 152 आरभ्य नित्यम् मृगः विधानं नित्यं भूते च इति सूत्रेण तदपि स्मर्तव्यम् अन्यत् किमपि सूत्रं भूते च इति सूत्रेण एव वयं पूर्व लिट् लकार लिङ् प्राग्वत् लिङ् प्राग्वत् इति अस्माभिः पठितम् तदेव आसीत् इति एतदेव इति आम् भगिनि भगिनि अग्रे पठामि भगिनि अपि च एका वार्ता अस्ति खलु तद् तस्मात् पूर्वम् आसीत् खलु इत्यस्य काशिकावृत्तौ दत्तमस्ति तत् समाप्तम् अतो अपि च उतापयोः समर्थयोः लिङ् इत्यस्य अपि च उतापयोः समर्थयोः लिङ् इत्यस्य काशिकावृत्तौ दत्तम् अस्ति यत् ओतापयोः इति विकल्पः निवृत्तः ओके ओके ओतापयोः 33152 ओ निवृत् विकल्पः निवृत्तः ओ 151 141 क्षम्यताम् 141 उतापयोः ओतापयोः खलु तत्र आङ्ग् आङ्ग् इति खलु तत् अवधिपर्यन्तं खलु तत्र उतापयोः इति खलु ओतापयोः इति ओतापयोः अस्ति इत्यनेन तत्र लृङ् इत्यस्य विकल्पः निवृत्तः नित्यम् इति लृङ् सत्यं तदेव उक्तं खलु नित्यम् इति प्रथमं टिल् 151 सो दिस् इस् 141 इत्यस्य इत्यस्मिन् ओतापे निवृत्तं तर्हि अनन्तरं तद् ओतापे न इत्युक्ते तत्र नास्ति इति तत्र विकल्पः नास्ति इति ओतापयोः इति सूत्रेण 141 सूत्रेण उतापयोः 152 इस् इण्डिकेटेड् आम् सो उतापयोः समर्थयोः ओतापयो इति अधिकारसूत्रं खलु तत्र अनुवृत्ति भवति उतापयो पर्यन्तम् उतापयो अनन्तरं नास्ति अनुवृत्ति उतापयोः अनन्तरं इट्स् नित्यं लृङ् इति नृत्यम् ओ अस्तु अस्तु अधिकार अस्ति तत्पर्यन्तमेव ओतापयो इति सूत्रम् अधिकारसूत्रं किमपि नास्ति तत्र तेन लिङ्गविधानं नास्ति केवल अधिकारसूत्रमस्ति सत्यं खलु अधिकारस्य भूते च ओतापयोः भूते च ओतापयोः अतः लिङ् प्राग्वत् इति भवति इतः प्रभृति भूतेपि लिङ् निमित्ते क्रियातिपत्तौ नित्यं लिङ् ओके उतापयोः समर्थयोः लिङ् ओके तत्र आरभ्य ओके आहत्य भूते च भूते च इत्यस्य प्रवर्तनं विकल्पेन उतापयोः समर्थयोः लिङ् इत्यस्मात् पूर्वं यावत् अपि च नित्यम् उतापयोः समर्थयोः लिङ् यस्मात् आरभ्य ओके सो उतापयोः समर्थयोः लिङ् इति सूत्रपूर्वं यावत् सूत्रम् अस्ति तस्य लृङ् विकल्पः भवति उतापयोः समर्थयोः लिङ् अनन्तरं यावत् सूत्रम् अस्ति तत् तेषां कृते लृङ् नित्यं भवति अस्तु अस्तु इदमपि बोध्यं यत् सर्वत्र सर्वेषु प्रसङ्गेषु भविष्यद्विवक्षायां लृङ्गः विधानं तु नित्यमेव ओके भविष्यत्कालार्थे अस्ति चेत् लिङ्गः विधानं नित्यमेव सो इत्यस्मात् उदापयोः समर्थयोः लिङ् इत्यस्मात् अनन्तरं ये सूत्रम् अस्ति तत्र लृङ् नृत्यम् इति चेत् देन् भविष्यत्कालार्थे अस्ति इति सत्यं तत्र भूतकाले अपि भूते च भूते च भविष्यत्काले अस्ति एव भविष्यत्काले नित्यमेव विवक्षा अस्ति चेत् सर्वत्र भूते च विकल्प एव नास्ति विकल्पम् उत्थाप्यो इति तत्प अनन्तरं भूतकाले यदि अस्ति क्रिया क्रियातिपत्ति तत्र नित्यं तत्र पूर्वं भूते यदस्ति क्रियातिपत्ति तत्र विकल्पं तत्र अन्य लकारः अपि भवितुम् अर्हति. भविष्यत्कालस्य विषये तत्र भ्रमः नास्ति, तत्र केवलं लृङ् विधानं नित्यमेव तावदेव. तत्र त्री कण्डिशन् साटिस्फैड् अस्ति चेत् भविष्यद्विवक्षायां लृङ् विधानं नित्यं. केवलम् अस्माकं विषयः भूतकालार्थे एव. तत्र उताप्योः समर्थयोर् लिङ् पर्यन्तम् अस्ति चेत् लृङ्गः विधानं विकल्पेन, तस्मात् अनन्तरम् अस्ति चेत् लृङ्गः विधानं नित्यं. तद् द्रष्टव्यं कथम् अस्ति इति. तत् उदाहरणं स्वीकृत्य आम् उदाहरणं स्वीकृत्य एव अवगन्तव्यं तत्र कथं तत्र कदा लिङ्ग् भवति इति. तदेव केन सूत्रेण भवति तदेव सत्यं. तद् तत् आम् एकमेकं स्वीकृत्य द्रष्टव्यम् अथवा तत्र विकल्पः कुत्र नित्यं कुत्र इति भ्रमः एव भवति. भविष्यत्कालार्थे तत्र स्पष्टता अस्ति खलु, तादृशं नास्ति अत्र. तद् द्रष्टव्यं प्रायः अग्रे अस्ति भविष्यत्काले न न भूतकालार्थे उक्तं वा? भूतकालार्थे भूतकालार्थे एतदस्ति उत्थाप्य अनन्तरं नित्यम् इति. केवलं जनरल् स्टेट्मेण्ट्स् पठामः चेत् अत्र सम्यक् अवगमनं न भवति. तत्र प्रत्येकं सूत्रे तत्र उदाहरणानि स्वीकृत्य पठामः चेदेव तत्र कथं वैकल्पिकं कथं नित्यम् इति अवगन्तुं शक्यते. पश्यामः. अस्तु आं भगिनि, एका वार्ता अस्ति. एका वार्ता अस्ति यत् अग्रे गत्वा सर्वेषु सूत्रेषु यत्र लिङ्गः निमित्तम् अस्ति, यत्र लिङ्गः निमित्तम् अस्ति तेषु लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. किन्तु भविष्यति मर्यादावचने वरस्मिन् इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः तेषु नास्ति. अतः प्रश्नः उदेति यत् कथं ज्ञायते यत् भविष्यति इत्यस्य प्रसङ्गः अस्ति यदि तस्य अनुवृत्तिः नास्ति. तत्र मातृभिः उक्तं यत् यतोहि मूलसूत्रे लिङ्निमित्ते लृङ् क्रियातिपत्तौ इत्यस्मिन् भविष्यति इत्यस्य अनुवृत्तिः अस्ति, अतः तस्मिन् सूत्रे अर्थः निहितः अस्ति. तदर्थं यत्र लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते तत्र भविष्यति इत्यस्य अर्थः मिलितिः. भगिनी मया सम्मिलितः यद् अवगतवती वदतु, अनन्तरम् अहं वदामि. मया इदानीं द्वितीयवारं पठितव्यं भगिनि. पठतु भगिनि, नास्ति चिन्ता. अस्माकं तु मन्दरूपेण एव गन्तव्यं खलु. एका वार्ता अस्ति ओके, यत् अग्रे गत्वा सर्वेषु सूत्रेषु यत्र लिङ्गः निमित्तम् अस्ति ओके, यत्र लिङ्गः निमित्तम् अस्ति तेषु लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. लिङ्निमित्ते लृङ् क्रियातिपत्तौ अनुवर्तते ओके. किन्तु भविष्यति मर्यादावचने वरस्मिन् 3136 पूर्वमस्ति 130 एतत्तु 139 लिङ्निमित्ते लृङ् क्रियातिपत्तौ सम्पूर्णसूत्रम् अनुवर्तते इत्युक्ते ऐ थाट् इट् वास् फार् आल् द सूत्र दट् आर् ओ कमिङ्ग् अप् अग्रे 136 इत्यस्मात् भविष्यति मर्यादावचने वरस्मिन् इत्यस्मिन् इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः तेषु नास्ति. ओ फर् द सूत्रास् लेटर् देन् 139 अस्तु. अनुवृत्तिः तेषु नास्ति, अतः प्रश्नः उदेति यत् कथं ज्ञायते यत् भविष्यति इत्यस्य प्रसङ्गः अस्ति यदि तस्य अनुवृत्तिः नास्ति. ओके, भविष्यति इति 136 सूत्रात् न अग्रे गच्छति इति, परन्तु कथं वयं वक्तुं शक्नुमः भविष्यति इति प्रसङ्गः अस्ति इति. ओके, तत्र मातृभिः उक्तं यत् यतोहि मूलसूत्रे लिङ्निमित्ते लृङ् क्रियातिपत्तौ इत्यस्मिन् भविष्यति इत्यस्य अनुवृत्तिः अस्ति. ओ अस्तु, सो लिङ्निमित्ते लृङ् क्रियातिपत्तौ इत्यस्य कृते भविष्यति इति अनुवृत्ति अस्ति इत्यनेन तस्मात् अनन्तरं यानि सूत्राणि सन्ति तेषां कृते अपि भविष्यति इति अर्थः सम्मिलितः इति. अस्तु, परन्तु तत्तु न आवश्यकं खलु, तत्र अग्रिमसूत्रं भूते च भविष्यति इति नास्ति, परन्तु अग्रे भविष्यति इति कथं ज्ञातुं शक्नुमः इति प्रश्नः खलु. अग्रे भविष्यति नित्यं, भविष्यति नित्यम् इति वदामः, भविष्यति इति अनुवृत्तिः नास्ति चेत् भविष्यति इति कथं वा भवति इति प्रश्नः प्रायः. खलु भविष्यतार्थे तु नित्यं खलु, नित्यमेव अस्ति खलु, तत् लिङ्निमित्ते क्रिया तत् अस्ति खलु, तत् नित्यम् अस्ति खलु, भविष्यति इति अस्ति खलु, तस्मिन् भविष्यति इति अस्ति, तदेव आगच्छति खलु प्रश्नः प्रायः. तत्र प्रश्नः सम्यक् न अवगतः. तत्र लिङ् निमित्तम् अस्ति, लिङ् निमित्ते लिङ् क्रियाधिपतौ इति सम्पूर्णसूत्रं विकल्प फार् लृङ् विकल्प आल्सो वि नीड् द भविष्यत् कालार्थे खलु. सो 139 लिङ् निमित्ते लृङ् क्रियाधिपतौ इत्यस्य कृते अस्ति अनुवृत्तिसहितम् आयाति. सो लिङ् निमित्ते लृङ् क्रियाधिपतौ इत्यस्मात् अनन्तरं 140 through 152 परन्तु तत्र तु भूते च अस्ति 140 भूते च अस्ति, बट् लृङ् विकल्पम् इति वयं वदामः चेत् किमर्थं भविष्यत्काल लृङ् इत्यस्य लृङ् तु तत्र भविष्यत्कालार्थे नित्यमस्ति खलु, भविष्यत्कालार्थे नित्यमस्ति भगिनि, बट् लृङ् विकल्पम् इति चेत् भविष्यति खलु, अत्र तु आगच्छति, अत्र एव उक्तं लिङ् निमित्ते भविष्यति लुङ् क्रियाधिपत्तौ, भविष्यति अर्थे लिङ्लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते क्रियाधिपत्तिं दर्शयितुं धातोः लृङ् लृङ्लकारः भवति इति सर्वम् उक्तं, किमर्थं तत्र न उक्तम् इति वदति, अत्र तु अस्ति एव. ऐ थिङ्क् सम्बडीस् क्वश्चन् इट् हस् बीन् आन्सर्ड् लैक् दिस्. आमां तदेव, व्याख्याने तत् नास्ति, तत्र अक्षाध्यायी डाट् काम् मध्ये अनुवृत्तिसहितसूत्रे लिङ् निमित्ते भविष्यति लुङ् क्रियातिपत्तौ इत्येव दत्तं, सिद्धान्तकौमुदी पश्यामि, तत्रापि हेतुमत् हेतुमद्वादी लिङ् निमित्तं तत्र भविष्यदर्थे लृङ् स्यात् क्रियया अनिष्कृतौ गम्यमानायाम् इति एव दत्तं, तत्तु आगच्छति एव. अत्र अत्रापि अत्र लिङ् निमित्ते अत्र अनुवृत्तिः न आगतं वा, अत्रापि अस्ति एव, लिङ् निमित्ते भविष्यति धातोः लृङ् प्रत्ययः परश्च क्रियाधिपतौ. अनुवृत्तिः इत्यस्य अनुवृत्तिः तेषु नास्ति कुत्र इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः तेषु नास्ति, अतः प्रश्नः उदेति यत् कथं ज्ञायते यत् भविष्यति इत्यस्य प्रसङ्गः अस्ति यदि तस्य अनुवृत्तिः नास्ति, अनुवृत्तिः नास्ति इति कथं ज्ञायते, आगच्छति एव खलु. तत्र अग्रे वक्ष्यमाणसूत्राणि सन्ति, गर्हायां लट् अपि जातौ इति तादृशसूत्रे सूत्राणि सन्ति खलु, 142 अग्रे आगच्छति खलु, तस्मिन् भविष्यति इति नास्ति इति कथं वा भविष्यति नित्यम् इति कोऽपि पृष्टः स्यात् प्रायः, प्रायः अग्रे भविष्यति यत्र यत्र लिङ्गनिमित्तमस्ति तत्र प्रायः पृष्टवान् कोऽपि प्रायः आम् एतद् लृङ् लिङ् निमित्ते लृङ् क्रियादिपत्तौ विषये नास्ति किमपि अन्यत् विषये तत्र पूर्णतया इदानीम् अग्रिमसूत्रमस्ति कर्कयं लट् अपि जातौ इति तत्र तत्र तत्र अस्ति विभाषा कथमे लिङ्क् इति खलु विभाषा कथमे लिङ्क् इति अस्ति तत्र भविष्यत्काले इति न उक्तं भविष्यत्काले कथं वा भवति इति भविष्यति नित्यं विभाषा कथमी इति अस्ति खलु लिङ्ग् इति किमर्थम् इत्युक्ते भविष्यद् मर्यादावचने वरस्मिन् 33136 अग्रिमसूत्रं 137 कालविभागे चान होरात्राणां तत्र मर्यादावचने भविष्यति द्वयमपि अनुवर्तते अग्रिमसूत्रं परस्मिन् विभाषा तत्रापि भविष्यति मर्यादावचने अनुवर्तते अनन्तरमेव लिङ् निमित्ते लिङ् क्रियातिपत्तौ तत्र भविष्यति इति अनुवर्तते एव अग्रिमं भूते च इत्यस्य तु न अनुवर्तते अफ्कोर्स् न अनुवर्तते खलु तत्रापि 141 आरभ्य खलु भूते भूते विकल्प भविष्यति नित्यम् इति अस्ति खलु तर्हि 141 आरभ्य सूत्रेषु भविष्यति इति अनुवृत्तिः नास्ति नास्ति भूते च इति अस्ति भविष्यति इति नास्ति अतः एव प्रायः प्रायः किमपि अन्य काण्टेक्स्ट् भवेत् अस्तु अत्र न आवश्यकम् इति खलु भूते च इति अत्र तु अनन्तरं भूते च अनन्तरं वाक्यं भवति इति तत्र भविष्यति तादृशवाक्यं भवितुमर्हति द्रष्टव्यं तदपि सूत्रं दृष्ट्वा प्रायः अर्थानुसारेण किमपि भवति भगिनि यदा वयं गतपाठे पठितवन्तः खलु गतपाठे आसीत् खलु तादृशम् अर्थानुसारं किमपि भवेत् यदा प्रसङ्गः भवति तदा एव अवगन्तुं शक्नुमः भविष्यत्काले प्रयोगः भवितुम् अर्हति वा इति तादृशप्रयोगः तदा एव चिन्ते आम् अर्थानुसारं किमपि अन्यत् स्यात् पश्यामः अस्तु आं महोदय भवान् ओताप्योः ओताप्योः 33141 अधिकारसूत्रं वा आ उताप्योः इति तत्र सन्धिविच्छेदः उताप्योः समर्थयोः लिङ् इत्यस्मात् पूर्वं यावत् नाम आ उताप्योः वा प्रवर्तते इत्यर्थः अस्तु वा आ उताप्यो समर्थ लिङ् पूर्वं यानि सूत्राणि सन्ति तत्र वा इति भवति इति विकल्पेन भवति इति एतदेव भवति वा आ उताप्यो इति सूत्रम् अपि च यत्र यत्र प्रवर्तते तत्र सर्वत्र पूर्वतनसूत्रेण सहितं भवति भूते लिङ् निमित्ते लृङ् वा क्रियातिपत्तौ अतः आहत्य उताप्यो समर्थयो लिङ् इत्यस्मात् पूर्वं यावत् भूते विकल्पेन लिङ् निमित्ते क्रियातिपत्तौ लृङ् भवति उतश्च अपिश्च अस्तु उतश्च अपिश्च तयोः इतरेतर दन्दः उतापि इति उतापि तयोः उताप्योः वा अव्ययपदम् आ अव्ययपदम् उताप्योः सप्तम्यन्तं त्रिपदमिदं सूत्रं लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णस्य अनुवृत्तिः धातोः प्रत्यय परश्च एतस्य अधिकारः अनुवृत्तिसूत्रमस्ति लिङ् निमित्ते भूते च धातोः वा लृङ् प्रत्ययः परश्च क्रियातिपत्तौ आ उताप्योः प्रायः च इत्यनेन तत् लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति खलु तत् सर्वत्र च इत्यनेन भविष्यति इति खलु तत् तत् तद् आगच्छति खलु भूते च इति उक्तं खलु भूते च भविष्यति भूते भविष्यति च इति लिङ् निमित्ते क्रियातिपत्तौ इति अस्ति तत्र भविष्यति इत्येवापि अपि आगच्छति खलु तत्तेन खलु तदेव निवृत्तं खलु ओताप्योः इत्यनेन तदेव निवृत्तं न न तत्र न न तद् आ उत्थाप्यो उत्थाप्यो तत्र निवृत्तं वा इति ओताप्य वा इति निवृत्तं तत्र उत्थाप्योः ततः उत्थापयसमर्थे लिङ् इत्यस्मिन् ओताप्य इति निवृत्तम् इति अतः अनन्तरं नित्यं भवति इति तत्पूर्वं वैकल्पेन इति खलु तदेव पठितं खलु तदेव अस्ति इति चिन्तयामि तद् पठितं खलु इदानीमेव एकैकं तत्र पुनः पठामि तत्र कुत्र अस्ति तत्र कुत्र अस्ति इदानीं पाठ पृष्टामि कुत्र गतम् इदानीमेव पठितम् अस्माभिः भूते च इति पठामि अपि च उत्थाप्यो समर्थ्यो लिङ् इत्यस्य वृत्तौ दत्तमस्ति यत् ओताप्यो इति विकल्पः निवृत्तः इति इत्युक्ते उत्थाप्यो समर्थ्यो लिङ् इत्यस्मिन् 152 इत्यस्मिन् सूत्रे उक्तं तत्र काशिकवृत्तमस्ति ओताप्यो इति निवृत्तः इति तर्हि तत्पर्यन्तमस्ति वा इति ओतापि तत्र वा इति निवृत्तः अतः इतः प्रभृति भूते अपि लिङ् निमित्ते क्रियातिपत्तौ नित्यं लुङ् इति नित्यं लुङ् एव खलु अतः तत्र भूते लिङ् अनुवृत्तपत्तौ अस्ति लिङ् निमित्ते भूते च धातोः वा लृङ् प्रत्ययः स्वरस्य क्रियातिपत्तौ आ उत्थाप्योः अस्तु यानि सूत्राणि सन्ति इतः तत्र ओतापि अधिकारसूत्रमस्ति अनुवृत्तिः सर्वत्र भवति लिङ् निमित्ते भूते च वा ओतापे इत्युक्ते लिङ् निमित्ते भूते च धातोः वा लृङ् प्रत्यय परस्य क्रियातिपत्तौ आ उत्थाप्योः इति तस्य अधिकारसूत्रं सर्वत्र भवति अत्र बोध्यं यत् उत्थाप्यो समर्थ्यो लिङ् इत्यस्मात् पूर्वं यानि यानि सूत्राणि सन्ति तेषु केषुचित् लिङ् निमित्तं नास्ति आधिक्येन भवति किन्तु त्रिषु सूत्रेषु नास्ति अतः तेषु यतोहि लिङ् निमित्तं नास्ति तदर्थं भूते इत्यस्य प्रसक्तिर्नास्ति अपि च ओताप्यो इत्यस्मात् वा इत्यस्य अनुवृत्तिः अपि नास्ति अस्तु तत्र अन्यानि सूत्राणि सन्ति वयं जानीमः लृङ् लकारः केवलं यत्र यत्र लिङ् निमित्तमस्ति तत्रैव भवति अत्र इदानीं केचन कानिचन सूत्राणि सन्ति तत्र लिङ् निमित्तं नास्ति तत्र वा उत्थाप्यो इत्यस्य अपि न भवति इति यद्यपि अधिकारसूत्रमस्ति परन्तु तत्र प्रसक्तिः नास्ति इति उक्तं तत्र सर्वत्र लिङ् इति सर्वत्र लिङ् इति यानि सूत्राणि इतः ओताप्यो इति आरभ्य उत्थाप्यो इति पर्यन्तं यानि सूत्राणि सन्ति तत्र सर्वत्र लिङ् भवति इति नास्ति तत्र कुत्रचित् लिङ् निमित्तं नास्ति इति उक्तम् तदर्थं भूते च इत्यस्य प्रसक्तिः नास्ति ओताप्यो इत्यस्य प्रसक्तिः नास्ति तत्र अतः एतत् यत्र यत्र लिङ् निमित्तमस्ति तत्रैव लिङ् रकारस्य यानि सूत्राणि सन्ति तस्य प्रसक्तिः अस्ति यत्र लिङ् नास्ति तत्र लिङ् न भवति एव सत्यं तदर्थं भूते च इत्यस्य प्रसक्तिः नास्ति अपि च ओताप्योः इत्यस्मात् वा इत्यस्य अनुवृत्तिः अपि नास्ति यत्र लिङ् निमित्तं नास्ति सत्यं येषु सूत्रेषु लिङ् निमित्तं नास्ति यदा वयं पठामः तदा वयम् अवगच्छामः तत्र यत्र लिङ् न भवति केवलं तत्र लिट् भवितुमर्हति कुत्रचित् लट् भवति खलु लिङ् निमित्तं क्रियाधिपत्तौ एव लृङ् खलु अतः लिङ् निमित्तं नास्ति चेत् तत्र भूते च इत्यस्यापि प्रसक्तिः नास्ति ओताप्योः इत्यस्मात् वा इति अनुवृत्तिः अपि न भवति आवश्यकं नास्ति तत्र लिङ्लकारः नास्ति लिङ्लकारः नास्ति लिङ्लकारस्य यानि सूत्राणि सन्ति तेषां प्रसक्तिः एव नास्ति इति वक्तुं शक्यते सम्यक् समीचीनं वारं वारं पठनीयम् एकवारं पठामः चेत् सम्यक् सम्यक् अस्तु अरुणा भगिनी प्रायः अरुणा भगिनी अस्ति वा क्षमतां भगिनी अहं तां वाहनं बहिः अस्ति अस्तु महोदय भवान् अस्तु महोदय भवान् एव अस्तु अत्र बोध्यं यत् तदेव खलु यथा सूत्रे सत्यं सत्यं तद् पठितं अग्रिमसूत्रं यथा अग्रिमसूत्रे अस्तु गर्ख अस्तु तत्र इदानीम् अस्माभि दृष्टं यत्र यत्र लिङ्निमित्तं नास्ति अत्र लिङ्लकारे नास्ति अतः भूते चापि च ओतापि इत्यस्य प्रसक्तिः न भवति इति तस्य उदाहरणं प्रायः अत्र यथा अग्रिमे सूत्रे गर्हायां लट् अपि जातोः इति लट् अपि जातोः गर्ह निन्द्या इत्यस्मिन् अर्थे अपि च जातु इत्यनयोः योगे त्रिषु कालेषु लट्लकारः भवति. सिद्धान्तकौमुद्याम् आद्यां योगे लट् स्यात् कालत्रये गर्हायां जातु नाम सम्भवतः जातु इति प्रबब्लि इति जातु कदाचित् सम्भवतः. अस्मिन् सूत्रे लट्लकारस्य विधानेन लिङ्विषयः बाधितः अपि च यदा विधिलिङ् इत्यस्य प्रसङ्गः न सङ्गच्छते नाम लिङ् निमित्तानि न सन्ति तदा लृङ् प्रसक्तिः नास्ति एव. प्रसङ्गवशात् भूते लिङ्निमित्ते लृङ् वा इत्येषां पदानाम् अस्मिन् सूत्रे सम्बन्धः नास्ति. 142 अस्तु. भविष्यति इत्यस्य अपि अनुवृत्तिः नास्ति अस्तु. अतः कालसामान्ये त्रिषु कालेषु अयं लट्लकारः भवति इति गर्कायां लट् अपि जातो अपि जातु इति इत्योः प्रयोगे लट् भवति इति गर्हायां गम्यमाने अस्तु. अत्र भविष्यति इति नास्ति लट् नित्यम् इति अस्ति. त्रिषु कालेषु भूते भविष्यति वर्तमाने अपि अस्तु. भविष्यति इत्यस्य अपि अनुवृत्तिः नास्ति अतः कालसामान्य त्रिषु कालेषु अयं लट् लकारः भवति. सामान्यतः वर्तमाने लट् इत्यनेन लट् लकारप्रसङ्गे 3 to 123 एतत् 3 3 142 अस्तु. इत्यनेन लट् लकारः वर्तमानार्थे भवति न तु कालसामान्ये. अस्तु कालसामान्ये इदानीम् अस्माकम् इदानीं वयं प्रथमवारं लट् लकारस्य प्रायः परन्तु अस्य सूत्रस्य इति आर्थिकः भवति खलु इदानीं तत् अर्थस्य लट् लकारसामान्य वर्तकालं वर्तमानकालं सूचयति इदानीं नास्ति इति एतत् कालसामान्ये अस्ति. तदस्य सूत्रस्य प्रयोजनम् अस्ति तदेव प्रदर्शनार्थं यत् अस्मिन् विशिष्टप्रसङ्गे लट्लकार विधीयते कालसामान्ये न तु केवलं वर्तमाने इति. वर्तमानकाले नास्ति कालसामान्ये इति अस्ति यद्यपि लट् अस्ति. अपि च यथोक्तं काशिकायां लिङ् निमित्ताभावात् इह क्रियातिपत्तौ लृङ् न भवति इति अस्तु. अत्र अत्र गर्हायां लट् इत्येव उक्तम् अतः लिङ् नास्ति. अतः लिङ् नास्ति चेत् अत्र लिङ् निमित्त अभावात् क्रियातिपद लिङ् न भवति इति अस्ति. अपिश्च जातुश्च अपि जातु तयोः अपि जातोः इतरेतर द्वन्द्वः गर्हायां सप्तम्यन्तं लट् प्रथमान्तम् अपि जातोः सप्तम्यन्तं त्रिपदमिदं सूत्रं धातोः प्रत्ययः परश्च इत्यस्य अधिकारः सूत्रमस्ति. गर्हायाम् अपि जातोः धातोः लट् प्रत्ययः भवति इति अपि जातु इत्यस्य प्रयोगे अपि च गर्हायां गम्यमाने लट्लकारः भवति कालसामान्य इति अस्ति. अत्र किमर्थम् अग्रे सिद्धान्तकौमुद्यम् यदि भवति निदर्शनमस्ति अपि ज्यायां त्यजसि जातु गणिकामादर्शे इति अस्तु. अस्तु अपि ज्यायां त्यजसि जातु गणिकामादर्शे इति गर्हितमेतत् इति तत्र गर्ख इति सूचनार्थम् इति तत्र गर्हितम् एतत् इति अपि प्रश्नः तत् शब्दः भवति. अपि जायां त्यजसि भार्यां त्यजसि कदाचित् गणिकाम् अपि गणिका प्रति गच्छति इति अर्थः दर्शितम् एतत् तादृश. त्वं स्वस्य धर्मपत्नीं त्यजसि अपि च गणिकां वेश्यां गृह्णासि. अत्र वाक्यद्वयमस्ति अपि जायां त्यजसि जातु गणिकाम् आदस्ये इति अपि जातु इति द्वौ अपि शब्दौ निन्दा निन्दार्थकद्योतकौ स्तः. अपि इत्यस्य अर्थः इस् इट् सो देट् इति अथवा केन् इट् बि देट् इति. जातु अपि तथैव प्रायशः इत्यस्मात् आरभ्य इस् इट् पर्याप्त कास् देट् इस् इट् पर्याप्त केस् देट् इत्यर्थे. अतः उक्तं वाक्यं गर्हितम् अस्ति प्रथमवाक्ये अपि शब्देन द्वितीयवाक्ये जातुशब्देन निन्दार्थः द्योतितः इति कारणतः क्रमशः त्यज् धातुतः च आ धा अपि च आ तत्र आदस्य खलु आ उपसर्गयुक्त धा धातुतः लट् लकारः विधीयते इति कृत्वा त्यजसि च आदस्ये इति रूपे भवतः. अत्र भूतकाले अत्याक्षीः लुङ् लकारः अपि च भविष्यत्काले त्यक्षसि इति अर्थे अपि लट् लकारस्य त्यजसि इत्येवं रूपं भवति। एवमेव प्रथमपुरुषे यः जायामपि त्यत्याज अत्यजत अत्यक्षीत् अत्याक्षीत् त्यक्त्वा अथवा त्यक्षति इत्यादिषु विषयेषु यः जायाम् अपि त्यजति जातगणिकमागच्छति इति भवति। अस्ति तर्हि अत्र लट्लकारे यद्यपि अत्र वर्तमानकाले अस्ति लट् अत्र कालसामान्य तिषु कालेषु तस्य प्रसक्तिः भवति। स यः जायां त्यत्याज त्यक्तवान् इति अस्ति लिट्लकारः। लङ्लकारे अत्यजत् अथवा लुङ्लकार अत्याक्षीत् अथवा ध्यायां त्यक्त्वा इत्युक्ते तत्र सामान्यकालः तत्र त्यक्त्वा इति पूर्वकालकः अस्ति अथवा त्यक्ष्यति भविष्यत्काले सर्वत्र लट्लकारः भवति इति दर्शायाम् अपि अत्र अस्ति। अपि अपि अपि जातु इत्योः योगे योगे दर्शायां गम्यमाने तद् तद् लट्लकारः भवति इति अस्ति दत्त। अत्र यत्र लिङ्गप्रसङ्ग तत्र पुनः लिङ्निमित्ते लिङ्प्रसक्तिः अस्तु। अत्र लिङ्प्रसक् लिङ्ग् लिङ्ग् नास्ति अतः तत्र न भवति लृङ् अपि न भवति इति प्रदर्शितः। यद्यपि एतत् लृङ्लकारस्य नास्ति लिङ्लकारस्य नास्ति लट्लकारस्य एव अस्ति प्रदर्शितमस्ति। किमर्थं तत्र यद्यपि अधिकारे अस्ति खलु वा उत्थापयत् अधिकारे अस्ति एतत् परन्तु 142 खलु अस्माभिः तदेव दृष्टं खलु वा उत्थाप्यो इति पर्यन्तम् उत्थाप्य उक्तं यानि सूत्राणि सन्ति ते यत्र यत्र तत्र निमित्तमस्ति तत्रैव भवति। अत्र लिङ्निमित्तं नास्ति तत्र लिङ् अपि न भवति इति अत्र लट् इत्यस्य अस्माभिः दृष्टम् इदं लट् लकारस्य यद्यपि अस्माकं एतत् लट्लकारस्य प्रयोगः भवति इति त्रिषु कालेषु एतत् उत्तरं त्रिषु कालेषु सत्यं भगिनी त्यक्तवान् अस्ति त्यक्तवान् अस्ति अग्रे गत्वा तत्र अतः त्यक्तवान् अस्ति अथवा अग्रे गत्वा गणिकां तत्र गणिकायाः गणिकायाः विवाहं करोति करिष्यति तत्रापि लट्लकारः भवति। अत्र क्रियातिपत्तिः नास्ति क्रियातिपत्तिः एव प्रयोगः नास्ति बहु पासिटिव् आप्टिमिस्ट् अस्ति। ओ माय् गाड् तत्र सम्यक् सम्यक् तत्र एतादृशं तत्र प्रयोगे एव खलु तत्र प्रयोग प्रयोगानुसारमेव सम्यक् बहु सम्यक् तत्र काकु एव खलु गहितमेतत् इति यदि शब्दमस्ति चेत् गर्क इति वक्तुं शक्यते अन्यथा तत्र अस्माकं तत्र ध्वनिना एव तत्र तादृश अर्थं वयं सत्यं पुनः एव भवितुमर्हति खलु अन्यथा गर्हितमेतत् इति वक्तव्यं भवति इति अपि इति निन्दावाचकम् इति कथं वा जानीमः अपि अपि अस्ति भवति खलु अत्र ध्वनिना एव आम् ध्वनिना एव कुत्र भवति अपि च इत्येव वयम् आरम्भं कुर्मः खलु परन्तु वाक्यप्रयोगे सर्वत्र गतः भवति यत् क्लेशः जातु अपि खलु जातु इति खलु तत्र जातु अपि तत्र ओकेशनल् इति तादृश अर्थः भवति सर्वत्र प्रयोगः आम् आम् तद् अधिकं वयं प्रयोगं न कुर्मः प्रायः इति अर्थे परन्तु अपि इत्यस्य प्रयोगः तु अवश्यं भवति खलु अवगतं खलु भगिनि आं भगिनि अस्तु भवती पठति वा यत्र यत्र लिङ्गः प्रसङ्गः तत्र पुनः लिङ् निमित्ते लृङ्गः प्रसक्तिः विभाषा कथमि लिङ् च 33143 ओके ओके साक्षात् अनन्तरं कथं शब्दस्य प्रयोगे त्रिषु कालेषु गर्हायां विकल्पेन गर्हायाम् अस्ति ओके कथं शब्दस्य प्रयोगे त्रिषु कालेषु गर्हायां विकल्पेन लिङ्लकारः लट् अपि पक्षे कालत्रये लकाराः नाम लिङ् लटोः असतोः लङ् लङ् लुङ् लुट् लृट् च भवन्ति लङ् लुङ् लुट् महोदय तत्रापि खलु ओके अत्र बट् महोदय श्रेणीं तद्या तत्याज अत्याजत अत्याखीत् तथा अत्र भविष्यति नित्यम् अत्र भविष्यति नित्यं लृङ् भूते वा अत्र भविष्यति नित्यं लृङ् भूते वा नाम लिङ् लटोः असतोः ऐ डिण्ट् अण्डर्स्टाण्ड् देट् भगिनि अत्र भविष्यति नित्यं लृङ् भूते वा ओके नाम लिङ् लटोः असतोः सतोः एनिवे पक्षे लिङ् निमित्ते क्रियाधिपत्तौ भविष्यति पक्षे लिङ् निमित्ते क्रियाधिपत्तौ भविष्यति लृङ् नित्यं भवति भूते च लृङ् विकल्पेन गर्हायाम् इति वर्तते कथं शब्द उपपते गर्हायां गम्यमानायां धातोः लिङ् प्रत्ययः भवति चकारात् न चकारात् लट् च ओके कथं शब्द उपपते सो उपपद उपपद जस्ट् द क्लोस्नेस् समीपं तदेव अर्थम् अत्र कथं शब्द उपपदे गर्भायां गम्यमानायां धातोः लिङ् प्रत्ययः भवति चकारात् लट् च ओके विभाषा तत्रोपदं तत्रोपपदं सप्तमीस्तम् अत्र ऐटाट् सर्टन् नम्बर् आफ् सूत्रास् आर् दे वेर् द उपपदा दे विल् गेट् द उपपदसंज्ञा बट् कथं शब्द उपपदे अत्र कथम् इति शब्दः समीपे अस्ति तत्र उपपदं सप्तमीस्तम् ओके ओके विभाषाग्रहणं यथा स्वं कालविषये विभाषाग्रहणं कदापि लिङ्ग् च कथमि लिङ्ग् च ओके विभाषाग्रहणं यथा स्वं कालविषये विहितानां अबाधनार्थं न विहितानां कालविषये विहितानां बाधनार्थम् ओके विभाषाग्रहणं यथा स्वं कालविषये विहितानां बाधनार्थम् इति काशिकायाम् अस्ति अस्तु लृङ्गि भविष्यति नित्यं भूते विकल्पेन कथं नाम तत्र भवान् वृषलम् अयाजयिष्यत् कथं नाम तत्र भवान् वृषलम् अयाजयिष्यत् सो वृषलम् इत्युक्ते किं वि हेव् डन् दिस् बट् ऐ फर्गाट् शूद्रः हौ डिड् यू इन् दट् प्लेन् दट् होम् अत्र Indeed, how your honor can or will sacrifice for a Shudra. Oh, I see. Yajayet. Shudra, I see. Why you are taking side of a Shudra? Tadapi Aasi, Katapate Prayaha Aasi. Swami Drittam, Swami Drittam. Samana. Yetadeva Aasi. Yetadeva Aasi, Patrapi. Satyam. बहुवारं पठनीयमेव भगिनि लृङ् प्रथमान्तम् ओके लृङ् प्रथमान्तं कथमपि कथमि सप्तम्यन्तं लिङ् प्रथमान्तं च अव्ययम् अनेकपदमिदं सूत्रं लिङ् निमित्ते लृङ् क्रियाधिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते ओके गर्हायां लट् अपि जात्वोः इत्यस्मात् गर्हायां लट् इत्यनयोः अनुवृत्तिः भूते च इत्यस्य अधिकारः ओतापयोः इत्यस्मात् वा इत्यस्य अधिकारः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं कथमि गर्हायां धातोः लिङ्विभाषा लट् च प्रत्ययः परश्च लिङ्निमित्ते भूते च वा लृङ् क्रियातिपत्तौ. ओके, सो कथं शब्दस्य प्रयोगे त्रिषु कालेषु गर्हायां विकल्पेन लिङ्लकारः लट् अपि भवति. पक्षे सो लिङ् नो त्रिषु कालेषु गर्हायां विकल्पेन लिङ्लकारः लट् अपि अस्ति विकल्पेन. ओके, पक्षे सो दिस् इस् विकल्पेन इत्यनेन पक्षे कालत्रये लकाराः नाम लिङ् लटोः लिङ् लटोः असतोः स्ट्रिल् दिन् गित असतोः लिङ् लिटोः लिङ् लङ् लट् असत् नास्ति चेत् तत्र लङ् लुङ् लुट् लृट् च भवन्ति. ओ लिङ् लटोः असतोः न नास्ति चेत् इति. ओके, तत्र ये कालिकलकारः भवति एव इति तादृश खलु. ओके, लिङ् लटोः नास्ति चेत् लङ् लुङ् लुट् लृट् च भवन्ति. ओके, अत्र भविष्यति नित्यं लृङ् भूते वा भविष्यति नित्यं लृङ् भूते वा भूते विकल्पेन नित्यं लृङ् भूते विकल्पेन भूते वा नाम लिङ् लटोः असतोः. ओके, लिङ् लटोः असतोः पक्षे लिङ् निमित्ते क्रियातिपत्तौ पक्षे लिङ् निमित्ते लृङ् क्रियातिपत्तौ भविष्यति लृङ् नित्यं भवति नित्यं भवति भूते च लृङ् विकल्पेन. गुड्नेस्. ओके, तत्र भविष्यति इति नास्ति खलु, तत्र भविष्यति इति नास्ति इति पृष्टवान् स्यात् खलु तत्र पूर्वं किमर्थं भविष्यति इति अत्र वयं ज्ञातुं शक्नुमः. अस्मिन् भविष्यति कुत्रापि नास्ति. 143 इत्यत्र अनुवृत्तिः आगच्छति वा न आगच्छति इति उक्तं खलु. इति नास्ति. आम् तदेव तत्र भ्रमः उत्पादय. सो तत्र टु पार्ट्स् अस्ति भगिनि. प्रथमं किं वदन्ति तत्र त्रिषु कालेषु गर्हायां विकल्पेन लिङ्लकारः लट् अपि भवति इति प्रथमवाक्यम्. अनन्तरं वदति यदा तत्र लिङ् वा लट् वा न भवति चेत् लङ् लुङ् लुट् लृट् इत्यस्य सम्भावना ते भवितुम् अर्हति इति वदन्ति. अनन्तरम् इदानीम् अस्माकं लृङ् एव पाठः खलु, लृङ् आनेतव्यः कुत्र कथम् आगच्छति इत्युक्ते यत्र लिङ् लटोः असतोः यत्र लिङ् लट् न भवति अनन्तरं भविष्यत्कालं क्रियाधिपत्तौ लिङ् निमित्तमस्ति क्रियाधिपत्ति अस्ति चेत् तत्र भविष्यति लृङ् नित्यं भवति. भविष्यत्कर्ते अस्ति चेत् लृङ् नित्यं, भूतः अर्थे अस्ति चेत् लृङ् विकल्पेन यथा वयं पूर्वं दृष्टवन्तः. सो इदानीं सो गर्हायाम् इति वर्तते. कथं शब्द उपपते गर्हायां गम्यमानायां धातोः लिङ् प्रत्ययः भवति चकारात् लट् अपि. ओके, सो तत्र लिङ् अस्ति खलु, तत्र लिङ्ग् लिङ्ग् च इत्यनेन लिङ्ग् अस्ति खलु, तद् यथा तद् क्रियातिपत्तिः अस्ति लिङ्ग् निमित्तं पूरितं क्रियातिपत्तिः अस्ति भविष्यत्कालार्थे तद् अस्माकं विवक्षा एव खलु. भविष्यत्कालार्थे अस्ति चेत् नित्यं भवति, भूतकालम् अस्ति चेत् विकल्पेन भवति. परन्तु कथं शब्द उपपदे गर्हायां गम्यमानायां लिङ्गि भविष्यति नित्यं या या भूते विकल्पेन. कथं नाम तत्र भवान् वृषलं कथं नाम तत्र भवान् वृषलम् अयाजयिष्यत् तत्र अयाजयिष्यत् अयाजयिष्यत् इष्यत् कथं नाम कथम् इति अस्ति खलु अतः तत्र उपपदसप्तमी अस्ति उपपद तत्र उपपदं सप्तमी तत् उपपदमस्ति इत्यनेन तत्र अयाजयिष्यत् भविष्यत्काल अतः नित्यं कथं वा भवान् वृषलं यजति वा यजति इति लट्लकार यजति इति भवति कथं वा भवान् याजयति अयाजत् इति तत्र तत्र भवान् वृषलम् अयाजयिष्यत् तत्र गर्ह अस्माकमेव द्वारागारं भविष्यति यदि वा प्रयोगं तादृशं अस्माकं तु कारागारं भविष्यति एतत् तस्य ब्यान् भवति आमां सत्यं एतत् सूत्र इस् ब्यान् इदानीमेव सर्वत्र वार् जातं समयम् एतादृशं किमपि न वक्तव्यम् अस्तु अत्र समापयामः वयं सिद्धान्तकौमुद्यां निदर्शनम् इति अस्मात् अग्रिमसप्ताहे पठामः धन्यवादः भगिनी धन्यवादः धन्यवादः धन्यवादः